तर्हि अस्माकं विषयः अस्ति विसर्गसन्धिः. तत्र पञ्चभाट्यसूत्राणि सन्ति, तत्सम्बद्धानि पाणिनीयसूत्राणि अपि सन्ति. तदाधारीकृत्य अभ्यासः करणीयः अद्य. अस्तु, तर्हि बहु समीचीनमस्ति. अधुना पुस्तके पश्येम. पञ्चभाट्यसूत्राणि, त्रयः अपवादाः, अपि च तत् सम्बद्धपाणिनीयसूत्राणि सन्ति. तर्हि गते सप्ताहे त्रयाणाम् अपवादानां समाप्तिः साधिता. तत्र च अभ्यासः करणीयः अस्ति. अस्माकं गीतप्रवेशनाम्ना पुस्तके 56 तमे पुटे एतानि उदाहरणानि परिशीलयत. इति तत्र चतुर्थः. अस्तु, आरम्भतः एव पश्येम. तत्र मध्ये किमपि यत् प्रदर्शितमस्ति तद् अनुक्त्वा केवलम् एषः योगः वः, तत्र किं भवति इति, एषः योगः वः इति तत्र वदति वा? अपि च तत्र कस्यचित् गृहे ध्वनिः अस्ति, तत्तु न स्यात्. यस्य कस्यचित् गृहे अस्ति स तु म्यूट् कुर्यात्. कुत्र अस्ति ध्वनिः? हा, सरला भगिन्याः. अस्तु, तर्हि महोदय प्रथमं करोतु कृपया. अस्तु महोदय, अत्र एषः योगः वः अस्ति. इदानीम् अत्र अपवाद कार्यमस्ति. अत्र किं भवति इत्युक्ते, अत्र विसर्गस्य लोपः भवति, एषवः इति रूपं निष्पन्नं भवति. अत्र पाणिनीयसूत्रमस्ति, एतत् तदोः सुलोपोकरणे, क्षम्यतां महोदय, सुलोपोकोरनन्यसमासे हलि इति अस्ति. अत्र एतत् तद् विषये, यदि परः हल् वर्णः अस्ति तर्हि अत्र सुप्रत्ययस्य लोपः भवति इति सामान्यनियमः अत्र. अतः अत्र विसर्गस्य लोपः भूत्वा एषवः इति रूपं निष्पन्नं भवति. एतद्दोः इति सुलोपो करणै समासिक हले इति सूत्रं किं वदति? तद्वदति अत्र अत्र सुप्रत्ययस्य लोपः भवति, एतद् तद् द्वयोः शब्दयोः परः हल् वर्णः अस्ति संहितायां विषये, परन्तु सुलोपः न भवति यदा अकच् प्रत्ययः मध्ये अस्ति, अपि च नञ् समासे अपि न भवति इति. यथा अत्र एषकः वः इति अस्ति चेत् अत्र विसर्गस्य अत्र सुलोपः न भवति. अत्र तु साधारणनियमः एव. तथा एव असः योगः वः अस्ति चेदपि तथा, अत्रापि एतत् सुलोपः न भवति इति भवति. केवलं यत्र एषः अपि च सः द्वयोः कृते अनन्तरं हल् वर्णः अस्ति तर्हि अत्र सुप्रत्ययस्य लोपः भूत्वा किं भवति इत्युक्ते, अत्र सवः अथवा एषवः, केवलम् एषः सः कृते एव यः कृते तु न भवति इति अपि अस्ति अत्र. नो चेत् एतत् सूत्रं यदि न स्यात् किं भवति स्म? किमर्थं चेत् एतत् सूत्रं न भवति चेत् अत्र एषः योगः वः यदि भाट्टसूत्रं नयामः अत्र चतुर्थसूत्रं कार्यं कृत्वा अत्र उत्वम् आगच्छति, अतः एषो वः इति रूपं निष्पन्नं भवति स्म. हा, एषो वः, एषो वः. तत्र यदि शास्त्रीयरीत्या वदामः चेत् तत्र सूत्राणि कानि? शास्त्रीयरीत्या वदामः चेत् अत्र अत्र प्रथमं सुप्रत्ययः अस्ति, अनन्तरं वकारः अस्ति. अत्र सुप्रत्ययः पद सूत्राणि अत्र ससजुषो रुः इत्यनेन ऋत्वम् आगच्छति प्रथमं. ऋत्वं यथा अत्र एत अत्र तु केवलं महोदय प्रथमं सुप्रत्ययः प्रथमाविभक्तौ सुप्रत्ययः आगच्छति, अनन्तरं एतत्तदोः सुलोपोकरोऽनन्यसमासे हलि इत्यनेन अत्र सुप्रत्ययस्य लोपः भूत्वा एष योगः वः इदानीं केवलं एष वः इति रूपं निष्पन्नं भवति. किन्तु किं भवति स्म किं भवति अत्र तथा अस्ति चेत् प्रथमं तु बालकयोगः सुप् योगः वः अत्र अनुबन्धलोपानन्तरम् अत्र ससजुषोरुः इत्यनेन ऋत्वमागच्छति, बालकयोगः रु योगः वः. इदानीं रु सम्बन्धरेपः अस्ति, पूर्वम् अकारः अस्ति, अनन्तरं वकारः हश्वर्णः अस्ति, अतः भो भगो अघो अपूर्वस्य योषि इत्यनेन रुसम्बद्धरेपस्य स्थाने यकारः आगच्छति. आगत्य अत्र बाल तथा नास्ति. एकनिमिषं महोदय, न एकनिमिषं महोदय. बालकयोगः सुयोगः वः. अत्र सुस्थाने अत्र सु इति क्षम्यतां महोदय. इदानीम् एकनिमिषः महोदय, एकनिमिषः महोदय. अत्र पूर्वं तु अकारः अस्ति, अतः अस्मिन् सन्दर्भे तु अन्यत् सूत्रं कार्यं करोति महोदय. इदानीं किम् इत्युक्ते अत्र ह्रस्व अकारः अस्ति पूर्वम्, अतः हशि च इत्यनेन रुसम्बन्धरेपस्य स्थाने उत्वमागच्छति, अतः एष बालकयोगः उ योगः वः. इदानीम् अकार उकारयोः गुणसन्धिः भूत्वा बालको वः इति रूपं निष्पन्नं भवति महोदय. अत्र किञ्चित् मम भ्रमः समीचीनम् अत्र च विद्याभगिनी, तत्र रुसम्बद्ध त्रीणि सूत्राणि सन्ति, तानि कानि? प्रथमं भो भगो अघो अपूर्वस्य योषि योषि, हषि च, अतोरोर् अप्लुतात् अप्लुते. हा, इति त्रीणि सूत्राणि अस्माकं मनसि भवेयुः. बहु समीचीनमस्ति, अनेन अस्माकं सुदृढ ज्ञानं भवति नाम कुत्र कुत्र रुसम्बद्ध कार्यं भवति. तत्र च यथा महोदयेन उक्तम् अत्र भो भगो अघो अपूर्वस्य योषि इति तत्र अश् अश् इति निमित्तमस्ति अशि परे. अत्र अश् प्रत्याहारिक वकारः नास्ति, हसि अस्ति. न क्षम्यतां, किमिति अत्र हसि, हसि अपि अस्ति. किन्तु किं भवति तत् अपवादभूतसूत्रं भवति, तत्र रेफस्य यकारादेशो भवति असि परे, किन्तु अत्र हसि अस्ति इति कृत्वा हसि च इति कार्यं भवति. अस्तु, बहु समीचीनमस्ति. तर्हि अग्रे गच्छेम. नूतनतया केचन जनाः आगतवन्तः वा? अहं जगन्नाथः. अत्र ध्वनि अस्ति, तस्मात् अहं म्यूट् मध्ये स्थास्यामि. अस्तु, नास्ति चिन्ता महोदय. अन्य कोऽपि वा? पुष्पा भगिनी महोदय. पुष्पा भगिनी, अन्य कोऽपि वा? अस्तु, तर्हि द्वितीयम् उदाहरणं पश्येम. द्वितीयम् उदाहरणं पश्येम. राजेन्द्रमहोदय तत्र वदति वा? आं महोदय. एषः ज्ञानम्. अत्र अत्रापि पादभूत अस्ति अस्ति अत्र पादभूतं न आसीत्. तत् चतुर्थसोपानस्य प्रसक्तिः, भाटसूत्रचतुर्थसोपानस्य प्रसक्तिः अस्ति, परन्तु अपादभूतम् अस्ति. तत् एष ज्ञानं निष्पन्नं भवति शास्त्रीयरीत्या. अत्र अत्र किम् अस्ति, एषः ज्ञानं पूर्वम् अकारः अस्ति, तत् अनन्तरं विसर्गः. तत्र एतत् तदो एतत् तदो सुलोपो सुलोपो कोरिण्यन् समासः समासः हलि. तत् तेन सूत्रेण तत् अनन्तरं यथा एषः अस्ति, तत् हलिपरे अस्ति चेत् तत्र सुलोपः भवति. यथा एष योगसु योगज्ञानं, तत्र सुलोपः भवति. तत् कारणात् तत्र एष ज्ञानं निष्पन्नं भवति. हा, तर्हि समीचीनमस्ति. अत्र एतत् तदोः सुलोपो कोरनै समासे हलि इति सूत्रेण तत्र भाट्यसूत्रप्रसङ्गे तत्र केषां केषां भाट्यसूत्राणां बाधकं भवति इदं सूत्रम्? अत्र अत्र महोदय अत्र अखरि अस्ति परे अनन्तरं तत्र लघु अकारः अस्ति, ह्रस्व अकारः अस्ति. तत् कारणात् तत् सूत्र द्वितीय चतुर्थ पञ्चमं वाक्सूत्रे सूत्रे तत्र प्रसक्तिः भवति. किमिति न, अत्र पञ्चभाट्यसूत्राणि सन्ति खलु? इदं पञ्चसु भाट्यसूत्रेषु इदं सूत्रं कस्य कयोः केषां बाधकम्? सामान्यप्रश्नः, अयं प्रश्नः सामान्यप्रश्नः, उदाहरणस्य सम्बद्धप्रश्नः नास्ति. अत्र महोदय द्वितीय भाटसूत्रं चतुर्थ एवं पञ्चमं तत् सूत्रस्य प्रसक्तिः भवति स्म. न क्रमेण पश्येम, क्रमेण सूत्राणि नीत्वा तत्र लक्ष्मीभगिनी वदति वा? क्रमेण पश्येम पञ्चभाटसूत्राणि. आं महोदय, अत्र एषः ज्ञानं, यदि एषः इति पदं पश्यामः, एषः ज्ञानमिति न उदाहरणं, न इति उदाहरणं त्यजामः. केवलं सूत्रसम्बद्धचर्चा इदानीम्. अत्र प्रथमसूत्रस्य महोदय प्रश्नः अवगता इदानीं मया. भवान् किं पृच्छति? लक्ष्मीभगिनी किञ्चित् सूत्रं अत्र महोदय क्षम्यता. महोदय, अत्र प्रथम चतुर्थ पञ्चमसूत्रस्य सम्भावना अस्ति, परन्तु अत्र परवर्णः अखर्वर्णः, अतः प्रथमसूत्रस्य सम्भावना नास्ति, कार्यं नास्ति. चतुर्थ पञ्चम सूत्रयोः एकनिमेषः अत्र एतत् तदोः इति सूत्रं किं वदति? एतत् तत् शब्दस्य मध्ये अकच् प्रत्ययः अथवा नञ्समासः नास्ति चेत् तत्र सुप्रत्ययस्य लोपः भवति, यदि हल् वर्णः परः चेत्। हा, तर्हि सुप्रत्ययस्य लोपः हलिपरे इति अस्य कथनेन केषां भाट्टसूत्राणां बाधकं भवति, नाम कुत्र कुत्र अन्यत् कार्यं भवति स्म, किन्तु अस्य सूत्रस्य कारणेन अन्यत् कार्यं भवति। चतुर्थसूत्रस्य अपवादः किमर्थं क्रमेण पश्येम। प्रथमं सूत्र प्रथमसूत्रस्य बाधकमस्ति वा? बाधकं नास्ति, किमर्थं चेत् तत्र हल् वर्णस्य प्रसक्तिः एव नास्ति। प्रथमभाट्टसूत्रं किम्? विसर्जनीयस्य सः खरि कखपभ्यतु विसर्गः अत्र भाट्टसूत्रं। खर्वर्णः हल् वर्णः अस्ति वा? न, नास्ति। अस्तु, राजेन्द्रमहोदय वदतु। आम् आं महोदय, हल् खर्वर्णः तु हल् वर्णेषु अन्तर्भूतः अस्ति भगिनि। खर्वर्णः हल् वर्णः नास्ति। क्षम्यतां महोदय, स्पष्टमस्ति खलु? हल् अस्ति खलु? हा, महेश्वरसूत्राणि हा अस्ति खलु? हा अस्तु, तर्हि लक्ष्मीभगिनी वदतु अत्र। नाम यथा बालकः तिष्ठति, एषः बालकः तिष्ठति इति अनेन किं भवति? बालकः तिष्ठति, बालकस्तिष्ठति भवति, तकारः। एषः तिष्ठति तथा न भवति स्म? न भवति, किमर्थं चेत् तत्र न भवति स्म, अनेन सूत्रेण कार्यं न भवति स्म। तद् एतत् तदोः इति सूत्रं यदि न स्यात् अनेन अनेन सूत्रेण विसर्जनीयस्य सः खरि कपभेतु विसर्गः इति तत्र कार्यं न भवति स्म। प्रश्नः अवगतः वा? प्रयत्नं करोमि। विद्याभगिनी सहायं करोतु कृपया। तर्हि एतत् तदोः सूत्रं वदति यत्र हल् परः अस्ति तत्र एव कार्यं करोति। अत्र अस्माकम् एषः इति शब्दः अस्ति, तत्सूत्रं यदि न स्यात् अनेन प्रथमं कार्यं भवति स्म वा? एतत् सूत्रं प्रथमभाटसूत्रस्य बाधकसूत्रमस्ति, अपि च चतुर्थसूत्रे द्वितीयभागः यत्र क्रमेण हरि ओम् क्रमेण पश्यामः। प्रथमं सूत्रं तत्र बहवः जनाः नावगच्छन्ति खलु, सर्वम् एकस्मिन् वाक्ये वदति, तत् को लाभः? अत्र विसर्जनीयस्य सः खरि कपभेतु विसर्गः इति सूत्रेण एषः तिष्ठति इति स्थितौ तत्र कार्यं भवति स्म अनेन सूत्रेण वा? एषः इति अपवादः अस्ति, तत्र कार्यं न भवति, अत्र तत्र सकारः। मम प्रश्नः कः, अनेन सूत्रेण कार्यं भवति स्म वा? एतत् तदोः इति सूत्रं न स्यात् तर्हि भवति, तर्हि भवति, सर्वे न अवगच्छन्ति स्म। अनेन प्रथमसूत्रेण तु कार्यं भवति स्म खलु? आम्। एषः तिष्ठति इति भवति स्म, लक्ष्मीभगिनी, तथा नास्ति वा? आम् महोदय, यथा बालकः तत्र एषः बालकः तत्र साम्यम् अस्ति खलु? अस्ति अस्ति साम्यम्। अतः यथा बालकस्तिष्ठति एषस्तिष्ठति इति भवति स्म, किन्तु अत्र हल् वर्णः नाम, लक्ष्मीभगिनी वदतु, पञ्चसूत्रेषु कुत्र कुत्र हल् वर्णः सम्बन्धः अस्ति? तत्र पञ्चमसूत्रं किमपि नास्ति, आचि इति उक्तम्, आच् इति प्रत्याहारे हल् वर्णः अस्ति वा? नास्ति। तर्हि कुत्र केषु केषु सूत्रेषु हल् वर्णः अन्तर्भूतः भवति? चतुर्थसूत्रे हशिपरे इति अस्ति, इत्युक्ते हल् वर्णः अस्ति। अनन्तरं तृतीयसूत्रमस्ति अखरी इति वदति, इत्युक्ते तत्रापि हल् वर्णः परन्तु तत्र विसर्गात् पूर्वं दीर्घाकारः अतः तृतीय सूत्रस्य प्रसक्तिरेव नास्ति. प्रथमसूत्रे भवति तत्र. हा तर्हि केषु केषु सूत्रेषु बाधकं भवति एतत् दोहोसि सूत्रं? प्रथमसूत्रस्य अनन्तरं चतुर्थसूत्रस्य. हा हसि इति भागः. हा प्रथमसूत्रे हल् अस्ति, चतुर्थी हल् अस्ति. अत्र अपरेषु त्रिषु तु एषः तु अत्र एषः सः तु नागच्छति. तृतीय पञ्चमे तु तत्तु तृतीय अपि नागच्छति. पञ्चमे तु स्वरः अस्ति आचि इति कृत्वा बाधकसूत्रं भवति प्रथमसोपानस्य चतुर्थसोपानस्य च. अस्तु समीचीनं. जयन्ति भगिनी अस्ति? अस्मि अस्मि. हा हा प्रथमवारम् अस्ति खलु, तत्र धैर्यमपेक्षितमस्ति. अस्माकं बहु अभ्यासः सर्वं नूतनं खलु, तत्र चिन्ता न स्यात्. अग्रे गत्वा सर्वं स्पष्टं भविष्यति. अस्तु अस्तु महोदय. नास्ति चिन्ता, यतोहि बहुभ्यः दिनेभ्यः अस्माकं तत्र अभ्यासः प्रवर्तमानः अस्ति. अपि च विसर्गः अपि समाप्यमानः अस्ति. एकं जयन्ति भगिनी एकमस्ति, पञ्चभाष्यसूत्राणि सन्ति. आरम्भतः तेषां स्पष्टीकरणम् अस्ति. तत्र नाम पाणिनीयसूत्राणि न द्रष्टव्यानि इदानीं भवत्या. केवलं आरम्भे तत्र पञ्चभाष्यसूत्राणि सन्ति. अतीवसरलमस्ति. तदेव पश्यति चेत् सर्वं स्पष्टं भविष्यति. कार्यं नाम किं कार्यं भवति, किमर्थमिति चेत् तत् तथा. अस्तु अग्रे गच्छेम. तर्हि एषः ज्ञानमिति अस्मिन् तत्रापि लोपः. किमर्थं तत्र एषः वः, तत्र वकारः हल् वर्णः अस्ति. ज्ञानमितिस्मिन् इति नाम प्रथमे चतुर्थे अस्माभिः दृश्यते. अत्र वकारः हसि अस्ति खलु, ज्ञा अपि तथा इति कृत्वा. अस्तु समीचीनमस्ति. इदानीं तृतीयः इति राजी भगिनी करोति वा? राजी भगिनी हरि ओम्. अहं म्यूट् मध्ये आसम्. हेलो. अग्रे अग्रे अग्रे वदतु कृपया. तृतीय उदाहरणं सः कौन्तेयः विसर्गस्य अनन्तरं खवर्णः अस्ति. अतः भाट्टसूत्रस्य प्रथम सूत्रं कार्यं करोति. सः कौन्तेयः इति आगच्छति, परन्तु सः विशेष शब्दः इत्यनेन विसर्गस्य लोपः भवति नियमसूत्रेण. स कौन्तेयः एव आगच्छति. विशिष्टसूत्रं किं? विशिष्टसूत्रं एतत् तदो सुलोपो करो नै समासे हलि. एतत्तदोः सुलोपो कोरनै समासे हलि. कोरनै समासे हलि हलि इत्यनेन एष एतत् तद् शब्दात् सुप्रत्ययस्य लोपः भवति हलि परे. नो चेत् किं भवति स्म? नो चेत् विसर्जनीयस्य सः करि कख पपेतु सर्गः इत्यनेन विसर्गः तिष्ठति. किमर्थम् इत्युक्ते अथवा अथवा किं भवति अथवा अखरी अथवा उत्वं भवितुम् अर्हति चतुर्थसूत्रेण न तत्र भाटसूत्रेण विसर्गः एव इति उक्तमस्ति किन्तु वस्तुतः किम् अस्ति कुप्पोः कपौ च इति सूत्रेण किं भवति स्म एकनिमिषं महोदय देट्स् कुप्पोः कपौ इति सूत्रेण कपपे तु विसर्गः इति सारल्यार्थम् उक्तं खलु आम् विसर्गः नाम विकल्पद्वयं भवति न वा तत्र आम् आं कुको बब कुप्पोः इति सूत्रेण तत्र उकारस्य उकारम् आगच्छति महोदय किम् आगच्छति उकारम् उ न न न बालकः खादति बालकः खादति इति स्थितौ पुष्पभगिनी वदतु किं भवति अत्र बालकः खादति तत् करी वर्णः अस्ति परे अत्र बालकः खादति बालकः खादति द्वे अपि तिष्ठति बालकः खादति किम् अस्ति द्वे अपि बालकः खादति बालकः खादति इति द्वे अपि अस्ति नाम तत्र किञ्चित् वदतु तत्र तत्र विकल्पद्वयमस्ति सम्यक्तया तत्र एकः विकल्पः कः अत्र तत् सिंहः अस्ति तत् जिह्वामूलीयः जिह्वामूलीयः जिह्वामूलीयः अस्ति किं बालकः खादति तत्र विकल्पद्वयमस्ति यथावत् तिष्ठति बालकः खादति बालकः खादति अथवा जिह्वामूल्यः इति बालकः खादति खलु इति एतादृशं भवति स्म अत्रापि ककपफे अत्र ककारः अस्ति तथा भवति स्म किन्तु किमर्थं न भवति अत्र एत सा तु अन्यतर अन्य लोपः भवति एतत् किमर्थं निमित्तं किं निमित्तं तु हल् अस्ति अत्र यत्र यत्र प्रथम भाटसूत्रस्य प्रथमं सूत्रम् अथवा चतुर्थसूत्रं हसि इति भवति स्म तत्र एतत् दोः सुलोपो खोरनै समासे हल् इति सूत्रेण लोपः समीचीनं वा अस्तु अग्रे गच्छेम तर्हि रत्ना भगिनी अग्रिमं करोतु अन्यूट् करोतु कृपया भगिनी भगिनी अस्ति आसीत् खलु अस्तु तर्हि राजी सरला भगिनी जगन्नाथमहोदय अन्म्यूट् कृत्वा वदतु जगन्नाथमहोदय अस्तु तर्हि सर्वे कुत्र गतवन्तः सरला भगिनी अन्वीट् कृत्वा नमस्ते महोदय श्रूयते वा हा भवतः गृहे तु किमपि ध्वनिः नास्ति तव अन्म्यूट् अस्तु अस्तु एतत् मध्ये अस्तु प्रश्नः तु बालक इदानीम् अग्रिमम् अस्ति सः घोषः सः घोषः सः घोषः इत्युक्ते तत्र हल् वर्ण अस्ति, हष् हश् वर्णः अस्ति, तत्र स घोष एव तिष्ठति. एतत् तद्दोः सुलोपो कोरनै समासे हलि इति सूत्रात् नो चेत् वाक्यं किम् आसीत्? स घोषः सो नो चेत् सो घोषः इति भवितुम् अर्हति. किन्तु एष एतत् तत् एतद् तत् अस्ति तद् सः इति पदं तद् बालकः घोषः. अत्र प्रमुखसूत्रं किं? बालकः घोषः. बालकः घोषः इति चेत् तत्र किं भवति स्म? तत्र बालको घोषः भवति स्म. तत्र प्रमुखसूत्रं किम्? प्रमुखसूत्रं उत्वम् उत्वं बालक बालक घोषः. तत्र उत्वम् इति केन सूत्रेण? एतत् हलि हसि च इति सूत्रेण. हा हसि च, समीचीनं. हसि च अतीनेन उत्तमं भवति स्म. बालको घोषः, सोघोषः. तत् किन्तु दोषः अस्ति, यतोहि घकारः न केवलं हस् वर्णः अपि तु हल् वर्णः, अपि च सः तु विशिष्टपदमस्ति इति कृत्वा एतत् द्वोः सितु इति सूत्रेण तत्र लोपः अस्ति, सः घोषः. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. पद्मा भगिनी अग्रिमं वदति वा? पद्मा भगिनी अस्ति? आं महोदय. सः योगः च स च अत्र एतत्तु सुलोपः भवति इति अस्ति. किन्तु यदि बालकः योगः च तु किं भवति स्म? बालको च उत्वं भवति. चतुर्थ नूतनसमाचारः, नूतनसंस्कृतभाषां रचयति वा? नूतनसंस्कृतभाषां बहु सुन्दरमस्ति, बहु सुन्दरं नूतनभाषा अस्ति. सः खरि खापे तु विसर्गः इत्यनेन प्रथमसूत्रं कार्यं करोति. इत्यनेन किं भवति स्म? बालकः प्रथमपाठसूत्रेण किं भवति स्म रूपं? खरि खे तु विसर्गः. कख पफे तु विसर्गः. अत्र कख पफ अस्ति वा? कख पफ नास्ति. तर्हि प्रथमभाटसूत्रेण किं भवति स्म? हलि अस्ति अत्र. राजी भगिनी सहायं करोतु. वयं किम् अधीतवन्तः? मम आश्चर्यम् एतावत् अध्ययनं जातम् अस्माकम्. अत्र राजी भगिनी सहायं करोतु. राजेन्द्रमहोदय सहायं करोतु. आम् आं महोदय. अत्र अहमस्मि. सः अस्तु, राजी भगिनी वदतु अग्रिमं. अग्रिमं राजेन्द्रमहोदय प्रथमभाट्टसूत्रेण सश्च इति आगच्छति. बालकः यदि स्यात् बालकः चमिस् बालकश्च चकारः सकारः तदनन्तरं स्तोः स्नाचु इत्यनेन सकारस्थाने दन्ते षकारः आगच्छति अतः बालश्च इति बालकश्च अत्रापि तदेव तादृशमेव षश्च इतिसूत्रं किं भवति विसर्जनीयस्य सः खरि कख पफे तु विसर्गः विसर्जनीयस्य स्थाने सः स आगच्छति तदनन्तरं स्तोः सुना सु इत्यनेन सकारः दन्त्यशकारः भवति अतः षश्च इति आगच्छति. न किन्तु विसर्जनीयस्य सा इति केवलं विसर्जनीयस्य सा इति तावदेव न उक्तं खलु. तत्र निमित्तं किम् आसीत्? निमित्तं करवर्णः अस्ति. करवर्णस्य चकारः करिप्रत्याहारे अन्तर्भूतवर्णः अतः निमित्तं च वर्णः च वर्णस्य निमित्तेन सकारस्य प्रथमं सकारः भवति तदनन्तरं स्तोः सुनाश्चु इत्यनेन सकारस्य स्थाने षकारः आगच्छति अतः स योगः च षश्च इति भवति. बालकः योगः च बालकश्च बालकश्च विसर्जनीयस्य सः खरि इति भाट्टसूत्रेण विसर्जनीयस्य सः खरि इति सकारः अनन्तरं स्टुत्वं कृत्वा बालकश्च अत्र तथैव भवति स्म. किन्तु यतोहि विशिष्टपदमस्ति तत् पदमस्ति अतः हलिपरे यत्र कुत्रापि हल् वर्णः अस्ति तत्र लोपः. अस्तु समीचीनमस्ति. राजेन्द्रमहोदय अग्रे. आम् आं महोदय. सः तया अत्रापि तया भवति यथा तत्र विसर्गस्य लोपः भवति एतत् तदो सुलोपो पूर्ण्यन् समासः हलि हलवर्णः तत् अनन्तरम् अस्ति विसर्गस्य अनन्तरं तत् सा तु विशेष पदमस्ति तत् कारणात् तत् विसर्गस्य लोपः भवति स तया तत्र भवति निष्पन्नं भवति. भाटसूत्रेण चिन्तयामः चेत् यथा भवान् उक्तवान् तत् एतत् तदो सूत्रं न आसीत् तत् किं भवति स्म तत् तत्र तु तकारः तु खरि प्रत्याहारे अस्ति तत् कारणात् तत् प्रथमं भाटसूत्रं कार्यं करोति यत्र सकार आदेशः भवति स्वस्त्या भवति स्म तत्र तद् दोषः न स्यात्. अस्तु समीचीनमस्ति. आं बहु समीचीनमस्ति महोदय. अग्रे गच्छामि. लक्ष्मी भगिनी अग्रे. लक्ष्मी भगिनी अस्ति खलु? सर्वे अत्र कुत्र गतवन्तः अद्य? अन्म्यूट् करोमि. लक्ष्मी भगिनी वदतु कृपया. तत्र प्रत्ययस्य लोपः सुप्रत्ययस्य लोपः भूत्वा सा तया इति रूपम् आगच्छति. पुनः वदतु, यतोहि न श्रूयते स्म. पुनः सहयोगः परः. ओ सहयोगः परः. अत्र अत्र एतत्तदोः सुलोपो कोरनै समासे हलि इत्यनेन स परः इति भवति. किमर्थं चेत् अत्र पकारः हल् वर्णः सः इति शब्दः विशेषशब्दः अतः अत्र विशेषसूत्रम् एतत्तदोः सुलोप कोरनै समासे हलि इति सूत्रेण. नो चेत् किं भवति स्म? नो चेत् प्रथमं भाटसूत्रं कार्यं करोति विसर्जनीयस्य सह खरि काखापाभ्येतु विसर्गः अत्र पकारः विस्मृतवती तत्र पकारस्य नाम अस्ति अत्र रूपद्वयं सम्भवति यदि बालः योगः बालकः योगः परः इति अस्ति चेत् प्रथमतया विसर्गः तथा एव तिष्ठति ककपप्यतु विसर्गः इति सूत्रं वदति अतः बालकः परः इति एकं रूपं कुप्वोः कःपौ च इत्यनेन उपध्वनीयविसर्गः तिष्ठति अतः बालकः परः इति अन्यत् रूपम् आगच्छति बहु समीचीनमस्ति तर्हि सामान्यम् अपि ज्ञातव्यमस्ति विशेषः अपि ज्ञातव्यः बहु समीचीनमस्ति अग्रे विद्याभगिनी अग्रे सः बुद्धिमान् इति अस्ति अत्र यदि सामान्यसूत्रं कार्यं करोति चेत् तत्र चतुर्थसोपाने हसि च इत्यनेन उत्तमं भवति स्म परन्तु अत्र अपवादः अस्ति बुद्धिमान् बकारः हल् वर्णः अस्ति अतः एतत् तदोः सुलोपो कोर् अनै समासे हलि इति सूत्रेण विसर्गस्य लोपः स बुद्धिमान् इति अस्ति समीचीनमस्ति अस्तु अग्रे रत्नाभगिनी अस्ति वा सरलाभगिनी अस्ति वा ये आसन् अस्तु अग्रे सुब्रह्मण्यमहोदय कृपया तावता सः योगः भूयः अत्रापि स इति विशेषशब्दः अनन्तरं हल् वर्णः अस्ति अतः एतत् तदोः सुलोपोकोरणै समासे हलि इत्यनेन विसर्गस्य लोपः भवति इत्युक्ते सुप्रत्ययस्य लोपः भवति अतः स भूयः इति भवति यदि एतत् तदोः सुलोपोकोरणै समासे इति हलि इति सूत्रं नास्ति चेत् नास्ति तर्हि किं भवति इत्युक्ते अत्र भाट्टसूत्रस्य चतुर्थसूत्रम् आगत्य अत्र उत्त्वं भवति अतः सोभूयः इति भवति पाणिनीयसूत्रं तु अत्र रुसम्बद्धरेपः ससजुषोरुः इत्यस्मात् आगच्छति अतः पूर्वम् अकारः अस्ति अनन्तरं रुसम्बद्धरेपः तदनन्तरं हल्वर्णः हश्वर्णः अतः हसि च इत्यनेन अत्र उत्त्वं भवति अनन्तरम् आद्गुणः इत्यनेन अकार उकारयोः मेलनं भूत्वा ओकारः अतः सोभूयः भवति स्म परन्तु तथा नास्ति सभूयः एव साधुः बहु समीचीनमस्ति एवमेव सर्वत्र अस्मिन् अभ्यासे अग्रे पश्यन्तु सर्वे महात्मा मकारः जीवति जकारः युक्तः यकारः विस्मयाविष्टः इति वकारः अस्ति शब्दः सर्वेषु षकारसकार अत्र सर्वत्र हल् वर्णः अस्ति अतः कुत्रचित् भाटसूत्रस्य प्रथमसूत्रस्य अपवादः कुत्रचित् चतुर्थसूत्रस्य अपवादः सर्वत्र अपवादः एव यतो हि स इति शब्दः अपवादभूतशब्दः अस्ति इति सर्वे अवगच्छन्ति अत्र सर्वत्र लोपः एव अस्ति अग्रे गच्छेम सर्वेषां मनसि अस्ति इदानीं अग्रे गच्छेम इदानीं अग्रिमे पूटे सर्वं वयं कृतवन्तः तत्र अधोभागे तेषां शिक्षा अस्ति अस्य आवश्यकता एव नास्ति वयं सर्वम् अवधीतवन्तः अवगतवन्तः अधीतवन्तः तस्य नितराम् आवश्यकता नास्ति अस्माकं पद्धतिः इतोपि समीचीना अस्ति अग्रे अष्टपञ्चाशत्तमे पुटे अभ्यासाः सन्ति सन्धिं कुरुत इति अत्र अस्ति लक्ष्मीभगिनी प्रथमं करोतु कृपया अपहृतज्ञानाः आसुरम्. अत्र विसर्गात् महोदय अत्र पञ्चमं सूत्रं कार्यं करोति, पञ्चमं भाट्टसूत्रम्. अतः एवम् एवं वा, अस्माकं सर्वं विस्मरणं जातमस्ति. क्रमेण वदतु, अत्र परिशीलयतु, तत्र परिस्थितिः का अस्ति, अग्रे किमस्ति, पूर्वं किमस्ति, आहत्य द्रष्टव्यमस्ति. क्षम्यतां महोदय, विसर्गस्य अनन्तरं दीर्घाकारः अस्ति, विसर्गात् पूर्वम् अपि दीर्घाकारः अस्ति. अतः विसर्गस्य अनन्तरं खर्वर्णः नास्ति, अतः विसर्गात् पूर्वं किमस्ति इति द्रष्टव्यम्. अतः विसर्गात् पूर्वं दीर्घ आकारः अस्ति, अतः अतः परस्य विसर्जनीयस्य लोपः अखरि इति सूत्रं कार्यं करोति. इत्युक्ते तृतीयं सूत्रम् अनेन लोपः भवति. अपहृतज्ञान आसुरम् इति रूपमागच्छति. तत्र रूपद्वयं सम्भवति, अपहृतज्ञानायासुरम् इति अपि रूपमागच्छति. तत्र लोपः शाकल्यस्य इत्यनेन रूपद्वयं सम्भवति. तस्मात् पूर्वं अत्र भो भगो अघो अपूर्वस्य योषि इत्यनेन यकारादेशः भवति. अनन्तरं लोपः साकल्यस्य इत्यनेन विकल्पेन रूपद्वयं सम्भवति. अतः अन्तिमं रूपम् अपहृतज्ञाना आसुरम् अथवा अन्यत् रूपम् अपहृतज्ञानायासुरम् इति रूपम् आगच्छति. वा, बहु समीचीनमस्ति, बहु सुन्दरमस्ति. इदानीं मम विश्वासः पुनः आगतः अस्ति, वयं किञ्चित् अधीतवन्तः, बहु सम्यक् अस्ति. तर्हि अत्र सूत्रत्रयमस्ति, यदि पाणिनीयसूत्र मार्गेण गच्छामः, ससजुषोरुः भो भगो अघो अपूर्वस्य योषि लोपः शाकव्यस्य, ऋत्वम् अनन्तरं रुस्थाने यकारः अनन्तरं विकल्पेन यकारस्य लोपः इति वयं जानीमः. बहु समीचीनमस्ति. द्वितीयं राजेन्द्रमहोदय, द्वितीयम्. आम् आं महोदय, क्षेत्रज्ञ योग इति अत्र तु पञ्चमं भाटसूत्रं कार्यं करोति. यथा तत्र विसर्गस्य पूर्वं किमपि नास्ति, अनन्तरं अतिप्रत्याहारेषु अन्तर्भूतः इकारः अस्ति, तत्कारणात् पञ्चमं सूत्रं कार्यं करोति. अनन्तरं तत् यथा शास्त्रीयरीत्या पश्यामः, तत्र अत्र तु क्षेत्रज्ञः योगः इति ससुरुः तत्र रुकारः आगच्छति विसर्गस्थाने, रु उकारः तु संज्ञा भवति, तत्कारणात् तत् क्षेत्रज्ञ योग इति. तत् अत्र भो भगो भो भगो अघो पूर्वस्य योषि तेन सूत्रेण रेफस्थाने यकारादेशः भवति. अनन्तरं तत्र लोपशाकल्यस्य विकल्पेन यकार लोपः भवति. एकस्मिन् पक्षे तत्र क्षेत्रज्ञ इति भवति. तत् अनन्तरं तु यदा यकारस्य लोपः न भवति, तत् तस्मिन् सन्दर्भे तत्र क्षेत्रज्ञति भवति. हा, क्षेत्रज्ञति क्षेत्रज्ञ इति समीचीनमस्ति. अस्तु, जगन्नाथमहोदय अग्रे. मद्भक्तः योगः एतत् अत्र तु मद्भक्त तर्हि अकार पञ्चम न चतुर्थ भाट्टसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अति एवं वा इति ओ आचि पञ्चमसूत्रम् अतः परस्य विसर्जनीयस्य आचि लोपः अति मद्भक्त मद्भक्तः इति योग एतत् अत्र तु मद्भक्त एतत् नो चेत् मद्भक्तयेतत् इति विकल्पद्वयं सन्ति स्तः अस्ति सूत्रं प्रथमे सस् जुषोरुः इति रुसम्बन्धरेफ आगत्य तस्माद् क्रमेण भूभगो अघो अपूर्वस्य योषि इति सूत्रात् उत्त्वं भवति सूत्रात् किं भवति उत्त्वं न रु रेफस्य यकारादेश अशि परे यकार यकार भवति तद् रु मध्ये उकार लोप भवति तस्मात् रेफस्य स्थाने यकारो भवति तद् अन्यसूत्रात् तु इति अनुबन्ध ससजुषोरु इति समाप्तं भूभग इति रु शब्दस्य रेफस्य यकार अशि परे तस्य इति लोपशाकल्यस्य मतेन अत्र तु तस्य लोपः भवति तो सो विकल्पद्वयमस्ति न विकल्प अत्र तु केवललोपः भवति मद्भक्तयोग एतत् मद्भक्त एतद् अपि भवितुं शक्नोति मद्भक्तयेतत् वा मद्भक्त एतत् इति कुत्र कुत्र तथा भवति यत्र यकारस्य लोपः विकल्पेन न भवति लोपशाकल्यस्य सूत्रेण न न न वदामि यत् कुत्र लोपः शकलस्य इति सूत्रस्य कार्यं कुत्र न भवति भो अघो अघो अपूर्वस्य योषि इति सूत्रस्य अनन्तरं कुत्र लोपः शकलस्य इति कार्यं न करोति यत्र इच्छति ओ अशिपरे भवति तर्हि अत्र तत्तु न भवति एतद् अशि एतदपि अशि इत्युक्ते एतदपि न अहं मम भ्रमः अशिपरे भवति तर्हि अश् अत्र मद्भक्तः एतत् तत्र एकारः अस् प्रत्याहारे अस्ति इति कृत्वा विकल्पेन कालस्य लोपः खलु आम् किन्तु मया किं पृष्टं तत्र पुष्पाभगिनी वदतु पुष्पाभगिनी वदतु तत्र यकारस्य लोपः कुत्र न भवति विकल्पेन उपदेशे जननासिक उपदेशे मत् कस्मिन् गृहे अस्ति भवति तत्तु उपदेशेन्द्रियासिक अत्र यकारस्य लोपः अत्र यकारः भो भगो अगो अपूर्वस्य योषिति आगच्छति खलु यकारः अत्र उपदेशेन्द्रियासिक इति नास्ति किमपि लोपः भवति सामान्यतया लोपः शाकल्यसिति यकारस्य लोपः विकल्पेन कुत्र तथा नास्ति तदेतद् यदि आगच्छति चेत् न एतद् विद्याभगिनी किञ्चित् सहायं करोति वा ओ यत्र हल् वर्णः परः अस्ति तत्र लोपः शाकल्यस्य इति सूत्रं प्रबाद्य तत्र हली सर्वेषाम् इति सूत्रेण यकारस्य लोपः नित्यः तत्र रूपद्वयं न भवति अतः तत्र बालाः आगच्छन्ति इति बालाः आगच्छन्ति इति कृत्वा तत्र जगन्नाथमहोदय वदतु बालाः आगच्छन्ति इति स्थितौ तत्र युकारस्य लोपः विकल्पेन भवति वा आं भवति अत्र अच् वर्णाः सन्ति यत्र व्यञ्जनानि सन्ति तत्र तु बालाः आगच्छन्ति रूपद्वयं वदतु बालायागच्छन्ति वा बाला आगच्छन्ति इदानीं बालाः गच्छन्ति बाला गच्छन्ति एव अत्र अलि परे तु लोपशाकल्यस्य विकल्पं न भवति बालाः गच्छन्ति इति स्थितौ तत्र बाला गच्छन्ति बाला गच्छन्ति इति एव अस्ति तत्र नित्यमस्ति यकारस्य लोपः अस्तु अग्रे गच्छेम इदानीम् अग्रिममस्ति लक्ष्मीभगिनी अग्रिमं वदतु कृपया मणिगणाः योगः इव अत्रापि विसर्गस्य अनन्तरं खर्वर्णः नास्ति विसर्गात् पूर्वं दीर्घ आकारः अस्ति अतः तृतीयं भाटसूत्रम् आतः परस्य विसर्जनीयस्य लोपः अखरि अतः अत्रापि प्रथमतया ससजुषोरुः इति सूत्रं कार्यं करोति अनन्तरं भो भगो अघो अपूर्वस्य योषि इत्यनेन यकारादेशः भवति अनन्तरं लोपः शाकल्यस्य इत्यनेन रूपद्वयं सम्भवति एकं यकार सहितरूपम् अन्यत् यकाररहितरूपम् अतः मणिगणा इव अनन्तरम् अन्यत् रूपं मणिगणा इव तथा यकारसहितरूपम् आगच्छति अस्तु बहु सुन्दरमस्ति अग्रे राजीभगिनी वदतु अग्रे लताः एधन्ते लताः आकारस्य परं ये वर्णः अस्ति तत् वर्णः अखरिः अखरिवर्णः अस्ति ततः तृतीयभाटसूत्रं कार्यं करोति आतः परस्य विसर्जनस्य लोपः अखरि अतः लता एधन्ते इति आगच्छति शास्त्ररीत्या पश्यामः चेत् ससजुषोरुः इत्यनेन विसर्गस्य स्थाने सकारः आगच्छति तदनन्तरं सकारः उकारः भवति तदनन्तरं भो भगो अघो एकनिमेषः किं भवति तत्र सकार लता लता इति आगच्छति तदनन्तरं लता लता सकारः यदि पदं स्वीकुर्मः चेत् पदस्य अन्त करवसानो विजनी इत्यस्य उकारः आगच्छति तदनन्तरं सकारस्य स्थाने रुकारः आगच्छति रु आगच्छति लोपानन्तरं विसर्गः एव तिष्ठति तदनन्तरं भो भगो अघो इत्यस्य इति सूत्रेण यकारम् आगच्छति. तदनन्तरं लता एदन्ते एकम् एकभागे लता एदन्ते अस्मिन् पक्षे लता एदन्ते इति आगच्छति. लोपशकार इति विकल्पेन यकार यकारलोपः लता एदन्ते इति एकम्. अन्यत् अन्यत् लता एदन्ते समीचीनमस्ति. अस्तु इति अत्र सर्वत्र तथा. पद्मा भगिनी अग्रिमं वदतु. आं महोदय, षण्मासाः उत्तरायणम् अत्र भाट्टसूत्रं तृतीय सूत्रं कार्यं करोति. विसर्गस्य पूर्व आकारः अस्ति, परस्य अखरी अस्ति. लता षण्मासा उत्तरायणं भवति. अपवादसूत्रं ससजुषोरुः इत्यनेन पदान्त सकारस्य स्थाने रु आदेशः भवति. षण्मासा ऋकारः उत्तरायणं भवति. तदनन्तरं भो भगो अघो अपूर्वस्य योषि इत्यनेन यकारः आगच्छति. ऋकारस्य स्थाने यकारः आदेशः भवति. लोपशाकल्यस्य इत्यनेन द्वे रूपं सम्भवति. एकरूप षण्मासा उत्तरायणं यकार आगच्छति चेत् षण्मासा उत्तरायणं आगच्छति चेत् पुनः उच्चारयतु. षण्मासा उत्तरायणं यकारः षण्मासायुत् उत्तरायणं बहु समीचीनमस्ति. वा प्रभावशाली अस्ति, बहु समीचीनमस्ति. भवत्याः नैपुण्यं श्लाघनीयम् अस्ति, बहु सम्यक् अस्ति, बहु सम्यक् अस्ति. वा अग्रे यच्छेम. पुष्पा भगिनी अग्रे. महोदय, मच्छिताः मद्गतप्राणाः योगः मद्गतप्राणाः योगः बोधयन्तः. अत्र तु हल् वर्णः हल् आकार पूर्वः आकारः अस्ति. तथैव तृतीय सोपानं कार्यं करोति. अत्र हल् वर्णः अस्ति परे. मच्छिता मुद्गतप्राणा बोधयन्तः इति वर्तते. अत्र विकल्पेन यकारलोपः भवति वा? हा, हल् वर्णः अस्ति न इति अनेन यकारः नास्ति. यकारः नित्यं नित्यलोपः. अस्तु अग्रे. अग्रे नित्ययुक्तः योगः एकभक्ति. न न, द्वितीयमस्ति खलु मद्गतप्राणाः बोध बकारः तु हल् वर्णः, तथैव मद्गतप्राणा अस्ति. बहु समीचीनं. हल् वर्णः अस्ति चेत् समीचीनं भवती बहु बुद्धिमती, सर्वं ज्ञातवती, बहु समीचीनमस्ति. अस्तु समीचीनमस्ति. अग्रे अग्रे उक्तं न अस्तु, समीचीनमस्ति. अग्रे अग्रे राजेन्द्रमहोदय अग्रे. आम् आं महोदय. नित्ययुक्तः एकभक्तिः, अत्र तु चतुर्थपाठसूत्रं कार्यं करोति. अतः परस्य विसर्जनस्य अपि हसि च उत्तमम्. अत्र किं भवति, अत्रापि उत्तमं भूत्वा तत्र किम् अस्ति इति. ओ, नित्ययुक्तः अस्ति वा? आम् आम् आम् आं महोदय. अस्तु अस्तु, सहायं करणीयं. तर्हि किम् उत्तममिति वदति वा? आम् आं महोदय. पञ्चमं धातुसूत्रं कार्यं करोति, यथा अनन्तरं विसर्गस्य अनन्तरं अस्ति प्रत्याहारे अन्यतमं वर्णः अस्ति. पञ्चमं सूत्रं कार्यं करोति. तत्र विसर्गस्य लोपः भवति. नित्ययुक्त एकभक्तिः एकसूत्रम्. अनन्तरं यकारस्य यकारः आगच्छति, तत्र नित्ययुक्त एकभक्तिः द्वितीयपक्षे तत्र भवति. अत्र तु शास्त्रीयरीत्या चिन्तयामः, तत्र अत्र किमस्ति, तत्र नित्ययुक्तः एकभक्तिः. अत्र नित्ययुक्तयोगस्तु योग एकभक्तिः. तत्र सुकारस्य ससृरुः, तत्र सकारस्य स्थाने रु आदेशः भवति, उकारस्य इत्संज्ञा भवति. तत्र नित्ययुक्तर् योग एकभक्तिः. अत्र तु भो भगो अघो पूर्वस्ति योषि योषि. अत्र तु रेफस्य स्थाने यकार आदेशः भवति, यकार नित्ययुक्त्य एकभक्तिः. लोपः शाकल्यस्य तत्र यकारस्य एकस्मिन् पक्षे यकारस्य लोपः भवति, तत् नित्ययुक्त एकभक्तिः. अस्मिन् पक्षे तत् यकारः तथा तिष्ठति, नित्ययुक्तेकभक्तिः निष्पन्नं भवति, रूपद्वयं तत्र सन्ति. नित्ययुक्त एकभक्तिः. अस्तु, समीचीनमस्ति. अग्रे अस्तु, सुब्रह्मण्यं महोदय, तत्र संक्षेपे अन्तिमद्वयम् अनन्तरम् अग्रिमाभ्यासस्य प्रथमं संक्षेपे द्वयं, यतोहि नूतनं किमपि नास्ति. सर्वारम्भाः योगः हि अत्र तृतीयभाट्टसूत्रम्, अतः विसर्गस्य लोपः सर्वारम्भ हि इति रूपं निष्पन्नं भवति. यदि पाणिनीय सूत्राणि द्रक्ष्यामः, अत्र ससजुषोरुः, भो भगो अघो अपूर्वस्य योषि, अपि च हलि सर्वेषाम् इत्यनेन एकमेव रूपं सम्पन्नं भवति. अत्र विसर्गस्य लोपः शूराः योगः, महेश्वासाः योगः, भीमार्जुनसमाः. अत्रापि द्वे स्थले अपि अत्र आकारः अस्ति, अनन्तरं अखर्वर्णः. अतः अत्र विसर्गस्य लोपः शूरा, महेश्वासा, भीमार्जुनसमाः. अत्रापि ससजुषोरुः, भो भगो अघो अपूर्वस्य योषि, अनन्तरं हलि सर्वेषाम्. अस्तु, अग्रे अग्रे सन्धिं कुरुत. एषः योगः रजोगुणसमुद्भवः. अत्र इदानीं किं भवति इत्युक्ते, अत्र एषः इति विशिष्टपदमस्ति, अनन्तरम् अत्र रेपः अस्ति, तत्तु हल् वर्णः अस्ति. अतः एतत् तदोः सुलोपोकोरनन्यसमासे हलि इत्यनेन अत्र किं भवति इत्युक्ते, सुप्रत्ययस्य लोपः भवति, अतः एष रजोगुणसमुद्भवः इति रूपं निष्पन्नं भवति. अपवादभूतशब्दः यदि न स्यात् किं भवति स्म? यदि एतत् तदोः इति सूत्रं नास्ति तर्हि किं भवति इत्युक्ते अत्र रेफः अत्र रेफः इति बालकः योगः रजोगुणसमद्भवः अत्र किं भवति इत्युक्ते भाट्टसूत्र चतुर्थसूत्रम् अत्र कार्यं करोति. चतुर्थसूत्रं वदति अत्र विसर्गस्य लोपः न एकनिमिषं महोदय किञ्चित् विसर्गस्य लोपः अत्र अतः बालकरजोगुणसमुद्भवः चतुर्थे एकनिमिषं महोदय चतुर्थे तु उत्वं भवति चतुर्थे अतः बालको रजोगुणसमुद्भवः इति रूपं निष्पन्नं भवति. अत्र क्रमः अस्ति प्रथमं ससजुषोरुः अनन्तरं भो अनन्तरम् इदानीम् अत्र यदि भो भगो अघो अपूर्वस्य योषीत्यस्य प्रसक्तिः अस्ति परन्तु अत्र ह्रस्व अकारः अस्ति पूर्वम् अनन्तरं हल्वर्णः अस्ति अतः हश्वर्णः अस्ति अतः हशि च इत्यनेन रुसम्बद्धरेपस्य स्थाने उकारः आगच्छति आगत्य अत्र बालकयोगः उ अनन्तरमत्र गुणसन्धिः भूत्वा बालको रजोगुणसमुद्भवः इति रूपं निष्पन्नं भवति. तत्र भो भगो अघो तत्र पूर्वस्य योषि तत्र अश् प्रत्याहारे कश्चन वर्णः अस्ति पूर्वम् अकारः जकारः किमर्थं न भवति? अत्र यकारः किमर्थं न भवति इत्युक्ते अत्र तस्य बाधकसूत्रमस्ति हशि च इति महोदय. सत्यं अतः तत् सूत्रं अतः तत् सूत्रं कार्यं करोति हशि च इति कार्यं कृत्वा कस्य आधारेण बाधकम् इत्युक्ते पूर्वं रुसम्बन्धरेपात् पूर्वं ह्रस्व अकारः अस्ति तत्तु अप्लुत अकारः अस्ति अतः न किन्तु अत्र अकारः अत्र तत्र तथा न वक्तुं शक्नुमः तथा वक्तुं न शक्नुमः अत्र अवर्णः अत्र अवर्णः अस्ति अत्र ह्रस्व अकारः ह्रस्व अकारः प्लुतभिन्न अकारः अस्ति तस्मिन् सन्दर्भे अत्र कस्मिन् अध्याये अस्ति भोगो अपूर्वस्य योषि भो भगो अघो अपूर्वस्य योषि इति एकनिमिषः महोदय तत्तु अष्टमध्यायस्य तृतीयपादे अस्ति अतः अत्र अपि च एतत्तु एकनिमिषः महोदय अत्र हशि च इति षष्ठमध्याये अस्ति अतः हशि च इति पूर्वसूत्रमस्ति नाम असिद्धं भवति असिद्धं भवति अतः महोदय अत्र किञ्चित् इतोपि चिन्तनीयमस्ति अत्र अपवादः अस्ति न वा इति द्रष्टव्यमस्ति वस्तुतः तत्र अपूर्वस्य किञ्चित् इतोपि अनन्तरं चिन्तयामि यतोहि किन्तु असिद्धम् अस्ति अवश्यम् अपवादः अस्ति न वा इति द्रष्टव्यम् अस्तु अग्रे गच्छेम द्वितीयं लक्ष्मी भगिनी अग्रे सः योगः विशिष्यते अत्र एतत् तदोः सुलोपो कोरनै समासे हलि इति सूत्रं कार्यं करोति किमर्थं चेत् तत्र वकारः हल् वर्णः सः विशेषशब्दः अतः सुप्रत्ययस्य लोपः भूत्वा केवलं सा विशिष्यते इति फलमागच्छति यदि बालकः योगः विशिष्यते इति अस्ति चेत् अत्र चतुर्थं भाट्टसूत्रं कार्यं करोति. अत्र अतः परस्य विसर्जनीयस्य हशि च उत्वम् अत्र बालको विशिष्यते इति रूपमागच्छति. अत्र भाट्टसूत्रस्य अपवादः, यदि भाट्टसूत्रम् उपयुज्य कुर्मः चेत् सो विशिष्यते भवति, तत्तु दोषाय. समीचीनं. विद्याभगिनी अग्रे. सः योगः उत्तिष्ठति अत्र पञ्चमभाट्टसूत्रं कार्यं करोति. अत्र एतत् तदोः इति नास्ति वा? तदेव वदामि महोदय. एतत् तदोः सुलोपो कोरनै समासः. कोरनै समासः तत् सूत्रं तु हलिपरे एव कार्यं करोति. अत्र उत्तिष्ठति इति उकारः अच्वर्णः, अतः एतत् तदोः सुलोपो कोरनै समासे हलि इति सूत्रस्य प्रसक्तिः नास्ति अत्र. अतः भाट्टसूत्रस्य पञ्चमसूत्रम् अत्र कार्यं करोति. अत्र प्रथमं ससजुषोरुः इत्यनेन सु इति सुप्रत्यय तत्र रु आगच्छति पदान्ते सकारस्य. अनन्तरं भो भगो अगो अपूर्वस्य योषि इति सूत्रेण रुसम्बद्धरेपस्य स्थाने यकारः, अत्र उकारः अश् प्रत्याहारे अस्ति. अनन्तरं लोपः शाकल्यस्य इति सूत्रेण अत्र यकारस्य लोपः भवति अशिपरे. अवर्णः पूर्वमस्ति, अवर्णः पूर्वः इति कृत्वा तत्र रूपद्वयं सम्भवति. स उत्तिष्ठति, सयुत्तिष्ठति इति. सुन्दरमस्ति. अस्तु अग्रे राजी भगिनी अग्रे. सः योगः वेदवित्. यदि भाटसूत्रं स्वीकुर्मः चेत् सः स्थानस्य पञ्चमसूत्रं कार्यं करोति, अतः परस्य विसर्जने पञ्चमं सूत्रम् इति वा? सः वेदवित् न महोदय, निमित्तं किम् आचि खलु? आं महोदय, क्षम्यता. चतुर्थसूत्रं कार्यं करोति, अतः परस्य विसर्जनीयस्य अति हशि च उत्वं वकारः हशि प्रत्याहारे अस्ति, अतः न महोदय न क्षम्यतां, तदपि नास्ति. सः विशेषपदम् इत्यनेन विसर्गस्य लोपः भूत्वा सः वेदवित् एव भवति. समीचीनं. बालकः वेदवित्, बालकः वेदवित् यदि स्वीकुर्मः चेत् अतः परस्य विसर्जनस्य अति हसि च उत्तम इति सूत्रेण ओकारः भूत्वा बालको वेदवित् इति आगच्छति. बहु समीचीनमस्ति. अस्तु अग्रे तर्हि पद्मा भगिनी अग्रे वदति वा? आम् महोदय, एषः उदयः. अत्र भाट्टसूत्रं तृतीय सूत्रं कार्यं करोति. अतः परस्य तृतीयं सूत्रम् अतः इति तत्र अतः इत्युक्ते किं? न महोदय, चतुर्थसूत्रम् अतः परस्य विसर्जनीयस्य अति अति हसि च अत्र उकारः उदयः उत्तमम् अति अशि उकारः अत् अथवा हश् चतुर्थसूत्रं कार्यं करोति अत्र करोति इति वा? जगन्नाथमहोदय सहायं करोतु. साधारणतया एतत् तत्तु सुलोपोकोरन कोरनै समासे हलि सूत्रं न नास्ति चेत् चतुर्थ एषः उदय चतुर्थभाटसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहसि च अति वा लक्ष्मी भगिनी वदतु कृपया. अत्र उदयः उकारः पञ्चमदशि आचि लोपः तत्र अत्र तु समान परिणामः एष लोप एव भवति एष उदयः इति लोपशाकल्यस्य तु विकल्पेन एष युदयः इति विकल्पमस्ति. हा किन्तु उदाहरणे स्लाश् इति दृष्ट्वा विकल्पः स्यात् इति न इति न भवेत् न अस्माकं मनसि ज्ञानमपेक्षितमस्ति. किमर्थं विकल्पः तु एष उदय विसर्गस्य लोप अत्र तु एष विसर्गस्य स्थाने भो भगवश अघो इति भो भगव योष इति सूत्रेण विसर्गस्य स्थाने रु सम्बन्ध रेफ रुसम्बन्धरेफस्वरुत्वं रेफस्य स्थाने यकारो भवति तद् यकारस्य लोपः नो चेत् यकार विकल्पेन यकार तिष्ठति. मम प्रश्नः आसीत् आरम्भतः यत् किमर्थं विकल्पः किमर्थं नित्यं यकारस्य लोपः नित्यः नास्ति किमर्थम् अथवा अस्ति नित्यः अशीपरे इति कारणात् अशीपरे. किन्तु अश् प्रत्याहारे केचन हल् वर्णः अपि सन्ति तर्हि अत्र लोपः शाकाव्यस्य अपि च हरिसर्वेषाम् इत्यनयोः द्वयोः सूत्रयोः मध्ये कथं जानीमः कस्य. अस्तु अच् वर्णः अस्ति अच् अच् वर्णः अस्ति तत्र अच् वर्णः हसि अस्ति किन्तु हसि हलि नास्ति अश् प्रत्याहारे नास्ति अस्ति किन्तु हलि नास्ति इति कृत्वा लोपः शाकादिशति ने यकारः लोपः नित्यं वैकल्पिकः नित्यः न वैकल्पिकः. अस्तु लक्ष्मी भगिनी अग्रे. अनन्तरं सहयोगः पश्यति अत्र पकारः खर्वर्णः परन्तु सः शब्दः विशेषशब्दः अतः एतत्तदोः सुलोपोकोरनै समासे हलि इति सूत्रं कार्यं करोति. अत्र पकारः हल् वर्णः अतः सुप्रत्ययस्य लोपः भवति अतः सपश्यति इति रूपम् आगच्छति. बहु समीचीनमस्ति. विद्याभगिनी अग्रे. अत्र मुहुः योगः रोदिति अत्र द्वितीयपाटसूत्रं कार्यं करोति. अत्र विसर्गस्य स्थाने रेपः आगच्छति. अनन्तरम् इदानीम् अपवादभूतम् अस्ति तत्र रोरि इति सूत्रेण पूर्वस्थितस्य रेपस्य लोपः. अनन्तरं अत्र द्वितीयसोपानस्य अपवादः इत्युक्ते इत्युक्ते रेफः न भवति वा? रेपः भवति, परन्तु रेपः अग्रे अपि कार्यम् अस्ति. हा, अतः अपवादः इति अस्तु, अपवादः इति वदामः. नाम फलस्य अपवादः. रेफस्तु भवति एव, किन्तु तत्तु अन्तिमफलं नास्ति इति. हा, समीचीनम्. अस्तु, तर्हि तत्र रोरि इत्यनेन पूर्वस्थितस्य रेपस्य लोपः भवति. अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः. अत्र रोदिति इति रेपः एव निमित्तम् आसीत, तेन कारणेन पूर्वस्थितस्य रेपस्य लोपः अभवत् इति कृत्वा तत् साक्षात् पूर्वं यत् अण् वर्णः अस्ति, अण् अ इ उ, अत्र उकारः अस्ति इति कृत्वा उकारस्य दीर्घत्वं भवति. दीर्घत्वं भूत्वा मुहुर्मुहुः रोदिति इति रूपम्. हा, मुहुर्मुहुः रोदिति, समीचीनमस्ति. अन्तिमं सुब्रह्मण्यं महोदय. आं महोदय, अन्तः योगः राज्येयम्. अतः अत्र अन्तः इति रेफान्त अव्ययमस्ति, अतः अन्तर्योगः राज्येयं भूत्वा अत्र किं भवति इत्युक्ते, इदानीम् अत्र रेफस्य परे रेपः अस्ति, अतः रोरि इत्यनेन पूर्वस्थितस्य रेपस्य लोपः भवति, अतः अन्तयोगः राज्येयम्. इदानीम् अत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन अत्र रेफलोपानन्तरं रेफलोपस्य निमित्तकरेफस्य पूर्वं यः अण्वर्णः अस्ति तस्य दीर्घः भूत्वा अन्ता राज्येयम् इति रूपं भवति. बहु समीचीनमस्ति. अस्तु, अभ्यासः प्रवर्तमानः अस्ति, अनेन सर्वेषां नैपुण्यं जायमानमस्ति. अतः इतः अग्रे गच्छेम अग्रिमे सप्ताहे. अत्र बाटसूत्राणां स्मरणं मनसि सर्वेषाम् अपेक्षितमस्ति, कण्ठस्थीकरणं पञ्च बाटसूत्राणि. तदा खलु, नाम एकवारं यदा फलं जानीमः, बाटसूत्रं मनसि निधाय यदा फलं जानीमः, तदा पाणिनीय मार्गः सुलभः अस्ति. कस्मिन् मार्गे किं किं भवति इति परिगणितानि सूत्राणि सन्ति. अतः अस्माकं क्रमः कः इति चेत्, प्रथमतया मनसि पञ्चभाटसूत्राणि कण्ठस्थ करणीयानि. अनन्तरं मार्गः ज्ञातव्यः अस्ति. अनेन एकवारं यदा मार्गः ज्ञातः अस्ति, तदानीं सूत्राणि कानि सन्ति तत्र सुलभमस्ति. करवसानयोर्विसर्जनीयः अस्ति वा, तत्र ससजुषोरुः अस्ति वा, तत्र यकारः भवति वा, अथवा उत्वं भवति वा इति फलं जानीमः चेत् तत्र सूत्रं कठिनम् अस्ति. अतः तत्र प्रथमतया भाटसूत्राणां कण्ठस्थीकरणम् इति गृहपाठः अस्ति. यदि न कृतं तावता भातसूत्राणां कण्ठस्थीकरणम् आवश्यकमस्ति. अनेन स्थूल नाम समग्रदृष्टिः उत्पद्यते, तदाधारेण पाणिनीयमार्गः अपि सुलभः अस्ति. अस्तु, बहु समीचीनमस्ति. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः.